पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 91 नारद उवाच देवशर्मा महाप्राज्ञसमं सुमनसा तया तीर्थे कनकले पुण्ये गङ्गायामदिविश्रुते वैशाखे विधिना स्नानं चक्रे मेषस्थिते रवौ पूजयामास विधिवन् मधुसूदनमच्युतम् यमैः सनियमैः युक्तशक्रिया किञ्चिददौ ततः हविष्यभुग्भूमिशायी ब्रह्मचर्यव्रतस्थितः कृच्छ्रादितपसाक्षामो ध्यायन्नारायणं हृदि तत्र प्राप्य स वैशाखीं दत्त्वा मधुतिलादिकं विप्रेभ्यो भोजनं दत्त्वा भक्त्या धेनुं सदक्षिणाम् अच्छिद्रं प्रार्थयामास तत्र स्नानस्य भूसुरान् सापि साध्वीजशुश्रोणी पदिभक्तिपरायणा पदिं शुश्रूषते नित्यं स्नात्वा सम्पूज्य केशवम् तौ दम्पती ततो यादौ स्वगेहं साधुहर्षितं कृतकृत्यावधात्मानौ मन्यमानावसंशयं तेन पुण्यप्रभावेण कालेन कियदा किल बभूवुरमितास्तस्य धनधान्यानि सम्पदः तनया विनयोपेतश्चत्वारश्रुतिकोविदाः धर्मज्ञा वैष्णवा नित्यं पितृमातृपरायणाः बभूवुरमितप्राज्ञा पुरुषार्थाय बोधिताः विख्याता विधितत्त्वज्ञा ब्रह्मज्ञा ब्रह्मतत्परः समग्रगुणसम्पन्नाः सम्प्रतिष्ठन्ति कीर्तयः तौ दम्पती सुतसमग्रसमृद्धसौख्यं पुण्योदयं समुपयुज्य ततश्चिरेण स्थानं परं परममीयदुरस्य भक्त्या श्रीमाधवे च सुकृतस्य नृपप्रसादाद यथैव माधवः साक्षाद्विद्या लक्ष्मी धवस्मृतः तथैव माधवो मासो मधुसूदनवल्लभः इदं माधवमाहात्म्यं किञ्चित् संक्षेपतो नख मया ते कथितं वीरयत्पुरा च पितुश्रुतम् इति श्रीपद्मपुराणे पादालखण्डे नारदाम्बरीषसंवादे वैशाखमासमाहात्म्ये एकनवतितमोऽध्यायः ॐ